अस्तु, यूनिवर्स्. तर्हि अस्माकं विषयः अस्ति कर्मणि प्रयोगः, गीतासोपानस्य द्वितीयभागः. तत्र 18-अधिकशततमेपुटे अस्माकं गृहपाठः आसीत्. तत्र आरम्भे किञ्चित् वदेम. अत्र प्रथमं वाक्यमस्ति, छात्रेण श्लोकः पठ्यते. तत्र शिल्पभगिनी वदतु तस्य कर्मणि, तस्य कर्तरि. छात्रेण श्लोकः पठ्यते. छात्रः श्लोकः श्रुतं छात्रेण श्लोकः पठ्यते. छात्रः श्लोकं पठति. अस्तु, समीचीनमस्ति. अग्रे रविमहोदय, अग्रे. बालः चाकलेहं खादति. हा हा हा हा, चाकलेहं खादति, समीचीनमस्ति. अग्रे पद्माभगिनी, अग्रे. मया फलरसः पीयते, अहं फलरसं पिबामि. हा, बहु समीचीनमस्ति. अग्रे लक्ष्मीभगिनी. तेन भिक्षा त्यज्यते, सः भिक्षां त्यजति. अस्तु अस्तु, इदानीम् अग्रे मीनाभगिनी, तत्र अध्यापकेन. अध्यापकेन ग्रन्थः लिख्यते, अध्यापकः ग्रन्थं लिखति. अस्तु, बहु समीचीनमस्ति. सुब्रह्मण्यमहोदय, अग्रे. सुधया फलानि इष्यन्ते, सुधा फलानि इच्छति. हा, समीचीनमस्ति. अग्रे सहदेवमहोदय, अग्रिमं करोति वा मित्रेण? हा, मित्रेण लेखन्यः नीयन्ते. आम्, मित्रं लेखन्यः. एतत् किञ्चित् कठिनमासीत्. लेखन्यः इति का विभक्तिः, किं वचनं? लेखन्यः आं बहुवचनं. विभक्तिः प्रथमविभक्तिः. हा, प्रथमविभक्तिः नदी इव. लेखनी, लेखन्यौ, लेखन्यः. तर्हि यत्र इदानीं कर्मपदमस्ति, प्रथमविभक्तौ बहुवचने, तर्हि एकवचनं लेखनी. नियमः कः? इदानीं मित्रेण लेखन्यः नीयन्ते इति वाक्यम्, इदं वाक्यं कर्मणि प्रयोगे, कर्तरि प्रयोगे वा? नीयन्ते न जानामि. न, वाक्यं कर्तरि प्रयोगे, कर्मणि प्रयोगे वा? प्रश्नः अवगतः वा? अस्तु, परिवर्तयतु परिवर्तयतु, अनन्तरं वदामः. परिवर्तयतु, किं कर्तव्यम् अत्र? मित्रं लेखनी. भवता उक्तम् अत्र लेखन्यः इति प्रथमाविभक्तौ बहुवचने. इदानीं किम् अपेक्षितमस्ति, किं कर्तव्यमस्ति अत्र? अस्तु, अनन्तरं वदामि. शिल्पभगिनी वदतु. मित्रं लेखनीः नयति. हा, समीचीनमस्ति. हा, अस्तु समापयामः, अनन्तरं किञ्चित् वदामि. पुष्पभगिनी अस्ति वा? अस्मि अस्मि महोदय. अस्तु कृपया. सज्जनैः सज्जनाः निन्द्यन्ते, दुर्जनाः सज्जनान् निन्दन्ति. हा बहु समीचीनमस्ति भगिनि. हा अग्रे रवि महोदय अग्रे. कुत्र अस्ति तत्र द्वि कालम् तया हा हा द्वितीये स्तम्भे तया पञ्चमवाक्यं त्वया त्वं त्वया वाक्यं पठतु एकवारं. त्वया कथाः उच्यन्ते. त्वं कथाः त्वं कथाः उच्यति वदति. अत्र वसतः अत्र धातुः कः इति द्रष्टव्यमस्ति. उच् उच्यन्ते वद् धातु वद्धातुः नास्ति वद्धातुः नास्ति. सुब्रह्मण्यं महोदय तत्र किञ्चित् सहायं करोति वा? त्वया प्रायः वदे उच् महोदय न जानामि सम्यक्तया न जानामि. वच् अस्ति अत्र किञ्चन नियमः अस्ति. कश्चन नियमः अस्ति तत्र सम्प्रसारणं नाम्ना व्याकरणे अग्रे करिष्यामः बुधवासरस्य वर्गे. अत्र सम्प्रसारणं यदा धातोः आरम्भे वकारः अस्ति तत्र कुत्रचित् तस्य स्थाने उकारः भवति. हा तर्हि वच् धातुः अस्ति. अस्तु वच् अस्ति चेत् रूपं किं स्यात्? रवि महोदय वदति वा? उच्यति वचति एकवचने. त्वमस्ति एकवचने वचति. अत्र अस्तु किञ्चित् कठिनमस्ति. हल्सन्धिः अस्ति. हल्सन्धिः विषयः बालकः तत्र बालकः वदति तत्र वच् धातुः अस्ति चेत् किं भवति? बालकः महोदय वदामि. हा वदतु. वक्ति प्रायः वदसि वदसि. हा बालकः वक्ति बालकः वक्ति. इदानीम् अहं किं भवति? अहं वच्मि इति अस्ति. वच्मि अत्र सन्धिः विषयः. तत्र वच् चकारः मि मकारः तत्र किमपि परिवर्तनं न भवति इति कृत्वा वच्मि. किन्तु वच् योगः ति बालकः ति खादति वदति ति अस्ति. वच् योगः ति तत्र ति अस् अग्रे अस्ति तकारः अतः चकारस्य स्थाने ककारः भवति वक्ति. इदानीं त्वम् इति अस्ति तत्र त्वं वद् धातुः अस्ति चेत् किं भवति? त्वं त्वं वदसि वदसि. हा तर्हि सि इति अस्ति तत्र बालकः ति त्वं सि अहं मि इति अन्तिमभागः अस्ति. तर्हि त्वम् इति अस्य सि. इदानीं वच् योगः सि वच् योगः न एकनिमेषः महोदय तत्र वच् योगः ति इति यत्र आसीत् वच् योगः ति इति यत्र आसीत् तत्र चकारस्य का गतिः आसीत्? ककारः अभवत्। हा, तर्हि किं किं चिन्तनम् अत्र? वक्सि। हा, व तत्र चकारस्य स्थाने ककारः इति तु भवति। अस्तु, सुब्रह्मण्यं वदतु, तत्र किम् अस्ति? इदानीं वक्षि भवति महोदय। हा, तत्र सकारस्य प्रभावेन चकारस्य स्थाने ककारः भवति, अनन्तरं ककारस्य प्रभावेन सकारस्य स्थाने मूर्धन्यषकारः भवति। आदेशप्रत्ययोः इति एकं सूत्रमस्ति, तस्य तदर्थं षत्वं भवति वक्षि। अस्तु, अस्माकं विषयः नास्ति, एवमेव वदामि। त्वं कथाः वक्षि कृष्णषकारः अस्ति वक्षि। अस्तु, सहदेव महोदय, अस्माभिः सह अग्रे गच्छति वा, नाम इदानीम् अवगच्छति वा किं किं भवति? महोदय, कथाः न, कथान्। न, लिङ्गं किं? कथा, कथां, लता लते, लताः लतां लते, कथा, आम् अस्ति, श्रीलिङ्ग कथाः। अस्तु, अस्तु, सहदेव महोदय, किञ्चित् किञ्चित् अवगच्छामि महोदय। अत्र पश्यतु, प्रथमवाक्यं पश्यतु, एकवारं वदामि। हा, छात्रः, अत्र छात्रेण श्लोकः पठ्यते, छात्रेण श्लोकः पठ्यते इति प्रथमवाक्यमस्ति। तत्र कर्मणि प्रयोगः इति वदामः, कर्मणि प्रयोगः आङ्ग्लभाषया वदामः पेसिव् वाय्स्। अनन्तरं यदि एक्टिव् वाय्स् भवति, कर्तरि प्रयोगः इति वदामः, कर्तरि प्रयोगः कर्मणि प्रयोगः इति वदतु। न, कर्तरि प्रयोगः इति वदतु। कर्तरि प्रयोगः इति एक्टिव् वाय्स्, इति एक्टिव् वाय्स्, इदानीं पेसिव् वाय्स् इति कर्मणि प्रयोगः, कर्मणि वदतु, कर्मणि प्रयोगः। अत्र छात्रेण श्लोकः पठ्यते इति कर्तरि अथवा कर्मणि प्रयोगः? कर्मणि प्रयोगः। हा, समीचीनमस्ति, अत्र छात्रेण श्लोकः पठ्यते, कर्मणि प्रयोगः अस्ति, इदानीं तस्य कर्तरि प्रयोगं वदतु। छात्रः श्लोकं पठति। हा, समीचीनमस्ति, छात्रः श्लोकं पठति इति स्थितिः। तर्हि परिशीलयामः चेत् तत्र का स्थितिः अस्ति? अत्र कर्तरिप्रयोगे, शृणोतु एकवारं, कर्तरिप्रयोगे अत्र छात्रः श्लोकं पठति, कर्तृपदं किं? कर्तृपदं, कर्तृपदं छात्रः। हा, कर्तरिप्रयोगे कर्तृपदस्य का विभक्तिः भवति? छात्रेण तृतीयविभक्ति। न, कर्तरि, कर्तरिप्रयोगे छात्रः श्लोकं पठति, तत्र छात्रः इत्यस्य का विभक्तिः? प्रथमविभक्ति। हा, अतः नियमः अस्ति, कर्तरिप्रयोगे कर्तृपदस्य प्रथमा विभक्तिः भवति इति नियमः। अस्तु, अवगच्छति? अवगच्छामि। इदानीं छात्रेण श्लोकः पठ्यते, इदानीं छात्रेण इति कर्तृपदमस्ति खलु, कर्तृपदमस्ति, का विभक्तिः? तृतीयविभक्ति। अतः कर्मणि प्रयोगे कर्तृपदस्य तृतीया विभक्तिः भवति इति नियमः। कर्तरिप्रयोगे कर्तृपदस्य प्रथमा विभक्तिः, कर्मणि प्रयोगे कर्तृपदस्य तृतीया विभक्तिः इति नियमः। अवगतम्? अवगच्छामि। हा, तर्हि इदानीं छात्रः श्लोकं पठति, श्लोकम् इति किं पदमस्ति? कर्मपदम्। कर्मपदं कर्मपदं तस्य का विभक्तिः? द्वितीयाविभक्तिः अस्ति. हा, तर्हि कर्तरिप्रयोगे कर्मपदस्य का विभक्तिः भवति? प्रथमविभक्ति. न न, छात्रः श्लोकं पठति, अत्र कर्मपदं किम्? हा, कर्मपदं श्लोकं. हा, तस्य का विभक्तिः? द्वितीयविभक्ति. हा, अत्र वाक्यमस्ति कर्तरि अथवा कर्मणि प्रयोगे? छात्रः श्लोकं पठति, आम् कर्तरिप्रयोगः. हा, तर्हि नियमः कः? कर्तरिप्रयोगे कर्मपदस्य का विभक्तिः? द्वितीयविभक्ति. हा, इति नियमः, लिखतु. कर्तरिप्रयोगे कर्मपदस्य द्वितीया विभक्तिः भवति. इदानीं कर्मणि प्रयोगे छात्रेण श्लोकः पठ्यते, छात्रेण श्लोकः पठ्यते, इति अत्र कर्मपदं किम्? छात्रेण श्लोकेन पठ्यते, छात्रेण श्लोकः पठ्यते, कर्मपदम्? कर्मपदं तदेव अस्ति, न परिवर्तते. कर्तरिप्रयोगे कर्मणि प्रयोगे कर्मपदं समानम्. श्लोकः, हा, श्लोकः कर्मपदं. हा, का विभक्तिः? श्लोकः प्रथमविभक्ति. हा, अतः नियमः कः? कर्मणि प्रयोगे वदतु नियमं, नियमं वदतु. हा, कर्मणि प्रयोगः कर्तृपदं तृतीयविभक्ति. कर्मपदं कर्मपदं प्रथमविभक्ति. हा, प्रथमाविभक्ति. हा, बहु समीचीनमस्ति. छात्रेण श्लोकः पठ्यते, कर्मणि प्रयोगे अस्ति, कर्तृपदं प्रथमाविभक्तौ, कर्मपदं तृतीय, क्षम्यतां, तत्र किम् उक्तम्? छात्रेण इति कर्तृपदमस्ति, कर्तृपदं तृतीयाविभक्तौ, कर्मपदं श्लोकः प्रथमाविभक्तौ इति नियमः अस्ति. हा, हा, अवगच्छामि. अस्तु, अग्रे गच्छेम तर्हि. अपि च तत्र क्रियापदमेकवारं वक्तव्यमस्ति. तत्र कर्तरिप्रयोगे पठति, कर्मणि प्रयोगे पठ्यते. तत्र भेदः कः? कर्तरिप्रयोगे अन्ते ति अस्ति, कर्मणि प्रयोगे ते अस्ति. अपि च धातु प्रत्यययोः मध्ये, नाम पठ ते, पठ अपि च ते, अनयोः मध्ये यकारः भवति कर्मणि प्रयोगे. यकारः ते इति सर्वत्र अस्ति. अवगच्छति? अवगच्छामि. अस्तु, अवगच्छामि तर्हि. इदानीं मीना भगिनी, तत्र मध्यमभागे तत्र बालः पाठं पठति, तत्र कर्मणि प्रयोगे वदतु. मीना भगिनी, क्षम्यतां, बालेन पाठः पठ्यते. हा, अस्तु, इदानीं सहदेव महोदय, भवान् वदतु. बालः पाठं पठति, इदानीं तस्य कर्मणि प्रयोगः कः? पुनः वदतु महोदय. हा, वाक्यं तत्र पश्यति, तत् वा मध्ये वाक्यमस्ति, बालः पाठं पठति, कर्मिप्रयोगे तस्य वाक्यं किं भवति? हा, बालेन पाठः पठ्यते. हा, बहु समीचीनमस्ति. वाह, बहु सम्यक् अस्ति. अग्रे गच्छेम तर्हि. अग्रे पुष्पा भगिनी, अग्रे. अस्तु महोदय. बालः पाठ ओके. अहं कार्यं करोमि, मया कार्यः क्रियते. किन्तु कार्यशब्दस्य लिङ्गं किम्? कार्यं ओ नपुंसकलिङ्गं. कार्यं क्रियते. मया कार्यं क्रियते. अस्तु, अग्रे शिल्पा भगिनी, अग्रे. त्वं मन्त्रान् स्मरसि, त्वया मन्त्राः. मन्त्रान् इति अस्ति खलु, मन्त्राणि. समीचीनमेव, पुल्लिङ्गे इति स्वीकृतमस्ति. अस्तु, अग्रे. मन्त्राः त्वया मन्त्राः स्मर्यते. स्मर्यन्ते. क्षम्यतां, मन्त्राः स्मर्यन्ते इति अस्ति. मन्त्रशब्दः कुत्रचित् पुल्लिङ्गे, कुत्रचित् नपुंसकलिङ्गे इति कृत्वा. अस्तु, अग्रे. इदानीं लक्ष्मी भगिनी, अग्रे. महोदय, छात्रः छात्रः विषयं जानाति, छात्रेण विषयः ज्ञायते. समीचीनमस्ति. अग्रे पद्मा भगिनी, अग्रे. आं, वयं देवं नमामः. वयं देवः किं वयम् अस्माभिः अस्माभिः देवः नम्यते. हा, समीचीनमस्ति. सुब्रह्मण्यं महोदय, अग्रे. महोदय, अत्र उपदेवः नास्ति, देवाय वयं देवाय नमामः. न, तत्र प्रश्नः समीचीनमस्ति, समीचीनः. अत्र यत्र तिङन्तपदमस्ति नमति, तत्र सकर्मकधातुः अस्ति, तत्र नमः अस्ति चेत् नमः, तत्र चतुर्थी विभक्तिः, अत्र न. देवाय नमः. किन्तु नमति इति तत्र देवं नमति. समीचीन प्रश्नः, समीचीनः. अग्रे. यूयं विद्यालयं गच्छथ, युष्माभिः विद्यालयः गम्यते. बहु समीचीनमस्ति. अस्तु, क्वश्चन्. अस्माभिः, युष्माभिः कति? नाम तत्र प्रथमपुरुषः वयम्, अस्माभिः. अस्माभिः ओ, किमर्थमिति वा? किमर्थं कति इति न? अस्माभिः, युष्माभिः. अत्र सन्धिकार्यमस्ति, सन्धिकार्यमस्ति. तत्र अस्माभिः, तत्र दन्त्यसकारः अस्ति, युष्माभिः इति तत्र आदेशप्रत्ययोः इति सूत्रेण उकारस्य प्रभावेन सकारस्य निष्कारः भवति इति सन्धिकार्यमस्ति. उकारस्य प्रभावेन. न, तत्र बुधवासरस्य वर्गे अग्रे गत्वा वयम् एतत् सर्वं करिष्यामः. आदेशप्रत्ययोः इति एकं सूत्रमस्ति येन सकारस्य षट्वं भवति. कदा भवति इति यथा ककारः अस्ति कवर्गीय पूर्वं ककारः अस्ति अनन्तरं सकारः इति कवर्गीय ककगघङ इति अस्ति चेत् भवति. अतः वक्षि त्वं वक्षि अपि च कश्चन प्रत्याहारः अस्ति यत्र उकारः अस्ति तत्र अनन्तरं वदामि. अत्र आदेशप्रत्ययोः इत्यनेन भवति कुत्रचित् तथा अग्रे गत्वा परिशीलयिष्यामः. अस्तु अस्तु महोदय, स्वागतं स्वागतं श्रीनिवास महोदय. अस्तु महोदय, अखिला अपि अस्मि. अस्तु अस्तु अस्तु, सर्वे आगतवन्तः. ओके अखिला भगिनी. ओके सो अस्माकं गृहपाठः जातः. अग्रिमपुटं वयं परिशीलितवन्तः पूर्वमेव, अतः तथा अग्रे गच्छेम. अत्र नाम कथं कर्मणिप्रयोगः निर्मीयते इति स्पष्टीक्रियते. एतत् सर्वं जानीमः इदानीं. केवलम् एकं वक्तव्यमस्ति यत् यत्र कर्मणिप्रयोगे यत्र कश्चन मनुष्यः अस्ति कर्मपदं, तत्र सावधानतया. अत्र पुरुषसम्बन्धः यत्र अस्ति अग्रे पश्येम. अत्र सामान्य अस्तु अस्तु अस्तु अत्र नवदशाधिकशततमपुटस्य अधोभागे तत्र बालकेन चाकलेहः खाद्यते इति अस्ति खलु वाक्यं. बालकेन चाकलेहः खाद्यते इति वाक्यमस्ति न वा? अस्ति महोदय. तत्र सामान्यतया यत्किमपि पदं भवति कर्मपदस्य स्थाने, कर्मपदस्य स्थाने तत्र स्थले चाकलेहः इति अत्र अस्ति. तत्र सामान्यतया इदं पदं प्रथमपुरुषस्य पदम् आधिक्येन भवति प्रथमपुरुषः, अतः न कापि चिन्ता अस्ति. केवलं वचनसम्बन्धः, बालकेन चाकलेहः खाद्यते, चाकलेहौ खाद्येते, चाकलेहाः खाद्यन्ते. अत्र कस्यानुसारं भवति यत्किमपि पदं भवति नाम धातुः परस्मैपदिधातुः आत्मनिपदिधातुः भवतु नाम, किन्तु कर्मणि प्रयोगे सर्वे धातवः आत्मनिपदिवत् आत्मनिपदिवत् भवन्ति सर्वे धातवः खलु, यतो हि तत्र खादति अस्ति परस्मैपदिधातुः खादति खलु परस्मैपदिधातुः, किन्तु कर्मणि प्रयोगे ए भवति. अतः खाद्यते खाद्येते खाद्यन्ते, यथा प्रकाशते प्रकाशेते प्रकाशन्ते. इदानीं वचनसम्बन्धः, अग्रे पुरुषसम्बन्धः. अग्रे सुब्रह्मण्यमहोदय कृपया पठतु. बालकेन चाकलेहौ बालकेन सह ताड्यते, बालकेन त्वं ताड्यसे, बालकेन अहं ताड्ये. तत्र कीदृशः सम्बन्धः? अत्र सः प्रथमपुरुष एकवचन एकवचनम् अस्ति, तत्कारणात् क्रियापदमपि तत्सम्बन्ध क्रियापदं भवति, अतः अत्र सः ताड्यते. तथैव त्वं मध्यमपुरुष एकवचनमस्ति, तत्कारणात् अत्र क्रियापदं ताड्यसे, मध्यमपुरुष एकवचन एकवचनान्तरूपं भवति अत्र. तृतीयवाक्ये अहं ताड्ये, अत्र अहं उत्तमपुरुष एकवचनम् अस्ति, तत्कारणात् क्रियापदमपि उत्तमपुरुष एकवचनान्तरूपं नयति. बहु समीचीनमस्ति. अतः नाम विरलतया विरलतया एतत् सर्वं प्राप्यते अस्माभिः, किन्तु यत्र भवति तत्र सावधानतया कर्तव्यमस्ति. आधिक्येन कर्मपदम् उत्तमपुरुषे क्षम्यतां प्रथमपुरुषे भवति आधिक्येन, किन्तु त्वम् अथवा अहम् अस्ति चेत् सावधानम्. अस्तु तर्हि अग्रे श्रीनिवासमहोदय, तत्र अधोभागे कर्मणि प्रयोगे वाक्यानि एवं भवन्ति इति एकवारं पठतु. प्रथमपुरुषः. अस्तु महोदय. कर्मणि प्रयोगे वाक्यानि एवं भवन्ति. प्रथमपुरुषः. बालेन सह दृश्यते, बालेन तौ दृश्येते, बालेन ते दृश्यन्ते. मध्यमपुरुषः. बालेन त्वं दृश्यसे, बालेन युवां दृश्येते, बालेन युवं दृश्यध्वे. उत्तमपुरुषः. बालेन अहं दृश्ये, बालेन आवां दृश्यावहे, बालेन वयं दृश्यामहे. अस्तु. दृश्यते अत्र कर्तरिप्रयोगे बालेन सह दृश्यते. कर्तरिप्रयोगे एतत् वाक्यं कीदृशम् अस्ति? बालः सः अस्मिन् वाक्ये कर्तृपदं किं कर्मपदं किं? कर्तृपदं बाल. कर्मपदं कर्मपदं न न अत्र अत्र वाक्ये अस्मिन् वाक्ये तेन शब्दः अस्ति वा? न न बालेन सह दृश्यते सः कर्मपदमस्ति भवान्. इति कर्मपदं. तर्हि कर्तरिप्रयोगे एतद् वाक्यं कथं भवति? बालः सः दृश्यते. सहदेव महोदय भवान् वदतु. बालेन बालः सः पश्यति. अत्र अत्र कर्तृपदं किं कर्मपदं किम्? लक्ष्मी भगिनी किञ्चित् सहायं करोतु. बालः तं पश्यति. वाक्यं न तत्र सहायम् इति मया उक्तं. कर्तृपदं किं कर्मपदं किम् इति प्रश्नः आसीत् खलु? बालः कर्तरिप्रयोगे बालः कर्तृपदं सः कर्मपदम्. कर्तरिप्रयोगे सः कर्मपदं कर्तरिप्रयोगे इति वा? आं महोदय. कर्तरि कर्मणि द्वौ अपि. इदं वाक्यं हा इदं वाक्यं कर्तरि अथवा कर्मणिप्रयोगे अस्ति? बालेन सह दृश्यते कर्मणि प्रयोगः. हा हा हा. बालेन इति कीदृशं पदं? तृतीया विभक्ति एकवचनं. न न नाम नाम कर्तृपदम् अथवा कर्मपदं? कर्तृपदं. हा कथं जानीमः? बालेन सह दृश्यते. अखिल भगिनी कथं जानीमः कर्तृपदमस्ति? कर्मणि प्रयोगे यत् पदं तृतीया विभक्त्याम् अस्ति तत् तादृशम् उत्तरं न. यत्किमपि तत्र नाम कर्तृप्रयोगे भवतु अथवा कर्मप्रयोगे भवतु कर्तृपदं यः कर्ता अस्ति यः कर्ता अस्ति तद् यत् पदम् सूचयति तदस्ति कर्तृपदम्. हा यः हा यः क्रिया यः क्रियां करोति यः कर्तृ अस्ति नाम कर्ता अस्ति नाम यः क्रियां करोति. अत्र बालेन सह दृश्यते इत्यस्मिन् वाक्ये तत्र श्रीनिवासे महोदय तत्र कः क्रियां करोति अत्र अस्मिन् वाक्ये? क्रिया इति द्वितीयविभक्तौ क्रियां करोति खलु बालः बालः क्रियां करोति महोदय यः करोति कस्मिन्नपि वाक्ये कर्मणि प्रयोगे भवतु कर्तरिप्रयोगे भवति यः करोति सः क्रियापदं क्रियापदमस्ति क्षम्यतां सः कर्तृपदमस्ति कर्तृपदमस्ति अपि च क्रियायाः फलं यत्र अस्ति फलं यत्र अस्ति तत् कर्मपदमस्ति क्रियायाः फलम् अत्र सः दृश्यते इति कृत्वा सः इति कर्मपदमस्ति सदैव महोदय अवगच्छति वा गच्छामि अहम् अथ बालकः ओदनं खादति भवान् वदतु बालकः ओदनं खादति कर्तृपदं किं कर्मपदं किम् बालकः कर्तृपदम् ओदनं कर्मपदं कथं जानीमः यतोहि बालकः क्रियां करोति कां क्रियां करोति तत्र खादनक्रियां करोति अस्तु खादनं करोति खलु खादति इति खादनं करोति इदानीं किं करोति किं खादति ओदनं खादति ओदनमिति क्रियायाः फलं फलस्य आशयः तत्र ओदने अस्ति अस्तु इति कर्मपदमस्ति अतः बालेन सह दृश्यते इदानीं श्रीनिवासमहोदय भवान् कृपया सूचयतु बालेन सह दृश्यते कर्तृपदं किं सः कर्तृपदं बालेन बालः कर्तृपदं बालेन तृतीयविभक्ति महोदय कर्तृपदमस्ति न सोपानेन गच्छामः इदानीं बालेन सह दृश्यते इत्यस्मिन् वाक्ये कर्तृपदं बालेन बालेन कर्मपदं सः यतोहि तत् अपि च वयं जानीमः यत् कर्मणि प्रयोगे कर्तृपदस्य तृतीयाविभक्तिः कर्मपदस्य प्रथमाविभक्तिः कर्मिणिप्रयोगे कर्तरिप्रयोगे कथमस्ति कर्तृपदस्य कर्तृपदस्य प्रथमाविभक्तिः अस्ति महोदय कर्मपदं द्वितीयाविभक्तिः अस्ति कर्मपदं द्वितीयाविभक्तौ अस्ति तर्हि परिवर्तयतु एकवारं बालः तं पश्यति पश्यति अत्र किं वक्तुम् इच्छामि स्म अत्र यत् पश्यति इति अत्र धातुः अत्र दृश् अस्ति किन्तु कर्तरिप्रयोगे पश्यति पश्यति इति परस्मैपदिधातुः अस्ति परस्मैपदिधातुः तथापि कर्मणि प्रयोगे दृश्यते दृश्येते दृश्यन्ते इति आत्मनिपदिवत् इति सर्वत्र भवति अग्रे तथैव लिखितमस्ति अखिलभगिनी कृपया पठतु अग्रे अवधेयम् अवधेयं कर्तरिप्रयोगे परस्मैपदी धातुरूपं भवति पठति आत्मनेपदी धातुरूपम् अस्ति सेवते कर्मणि प्रयोगे पठति भवति पट् योग योगः ते पठ्यते सेव् योगः यः योगः ते सेव्यते उपरि दत्तेषु धातुरूपेषु परस्मैपदीनाम् अन्ते ति इति आत्मनेपदीनाम् अन्ते ते इति च अस्ति कर्मणि प्रयोगे तु उभयविधानाम् अपि धातूनाम् अन्ते ते इति आत्मनेपदिरूपमेव भवति कर्मणि प्रयोगे धातोः अनन्तरं य इति श्रूयते सारांशः कः तत्र कर्तरिप्रयोगे धातुं परस्मैपदि वा आत्मनेपदि वा भवितुम् अर्हति परस्मैपदि धातूनाम् अन्ते ति इति पठति इव पठति लेखति इति ति इति अन्तिमवर्णः भवति आत्मनेपदीनां धातूनां सेवते इति तत्र ते इति अन्तिम अन्ते ते इति भवति, परन्तु यथा कर्मणि प्रयोगे धातुः धातुकर्मिप्रयोगे अस्ति तस्मिन् समये तत्र धातुः आत्मनेपतिरूपं स्वीकरोति तथा तत्र सर्वदा ते इत्येव अन्ते आगच्छति. पठति इति कर्तृप्रयोगरूपम् अस्ति चेत् पठ्यते इति भवति, सेवति इति अस्ति चेत् सेव्यते इति, ते इति अन्ते आगच्छति. अपि च यकारः ते पूर्वं तेः पूर्व ते पूर्वं तत्र यकारः अपि श्रूयते. अतः कर्मणि प्रयोगे सर्वेषां रूपाणां साम्यमस्ति. धातुः परस्मैपदी भवतु अथवा आत्मनिपदी धातु भवतु, सर्वेषां साम्यं भवति कर्मणि प्रयोगे इति कृत्वा सौलभ्यम् अस्ति अस्माकं सौलभ्यं सौकर्यम्. अतः एकवारं यदा कर्मप्रयोगं जानीमः तदा अस्माभिः पठ्यते, अस्माभिः क्रियते, अस्माभिः अधीयते, एतत् सर्वं तत्र सुलभमभवति. नो चेत् किं भवति, कर्तरिप्रयोगे धातुः कस्मिन् धातुगणे अस्ति, विकरणप्रत्ययः कः इति एतत् सर्वं ज्ञातव्यमस्ति. अतः तत्र काठिन्यमस्ति. वस्तुतः आरम्भे अभ्यासपुस्तके केवलं कर्तरिप्रयोगस्य अभ्यासः भवति. किमर्थमिति चेत् तत्र दशधातुगणाः सन्ति, तेषु दशसु गणेषु धातुगणेषु केवलं चतुर्णाम् अभ्यासः भवति आरम्भे, चतुर्णां. तत्र गच्छति, नृत्यति, लिखति, चोरयति इति तावदेव भवति. किन्तु वस्तुतः चिनोति, बध्नाति इत्यादिकं तत्र किं क्रीणाति, एतत् सर्वं भवति खलु. तत्र काठिन्यम् अस्ति अवश्यं कर्तरिप्रयोगे. अस्तु, अग्रे गच्छेम तर्हि. अभ्यासः अस्ति इदानीं. शिल्पा भगिनी पठतु कृपया अधः. अतः क्रियापदैः सह मूलधातवः अपि निर्दिष्टाः सन्ति. तेषां यथा निर्देशं कर्मणि रूपं लिखता तर्हि पठ योग य योग ते पठ्यते. जपति जप योग य योग ते जप्यते. अस्तु, समीचीनमस्ति. अग्रे अग्रे मीना भगिनी अग्रे. आप्नोति आप् योगः आप्नु योगः न आप् आप्यते आप् योगः या योगः ते आप्यते. हा, अत्र मध्ये यत् अस्ति तत्र नो इति श्नु इति विकरणप्रत्ययः अस्ति. स च न तिष्ठति कर्मणि प्रयोगे. धातुः एव अपेक्षते. आप् योगः या योगः ते आप्यते इति रूपमस्ति. समीचीनम्. अग्रे सहदेव महोदय अग्रे. आम्, पश्यति त्रिश् धातुः त्रिश् प्लस् या प्लस् ते दृश्यते. दृश्यते, बहु समीचीनमस्ति. प्लस् इत्यस्य योगः इति वदामः. दृश् योगः या योगः ते दृश्यते. अस्तु, अग्रे श्रीनिवासमहोदय अग्रे. जानाति न धातुः अस्ति महोदय. न योगः या योगः ते ज्ञायते समीचीनमस्ति. रवि महोदय अग्रे. इच्छति इष्यते इष्यधातु य इष्यधन् य धन्ते इष्यते. हा हा हा समीचीनमस्ति. अस्तु अग्रे तर्हि पद्मा भगिनी अग्रे. हा महोदय. जिघ्रति घ्रा धातु घ्रा योग या योगते घ्रायते. हा घ्रायते घ्रायते इति अस्ति. समीचीनमस्ति. लक्ष्मी भगिनी अग्रे. सहते सह धातुः सह योगः या योगः ते सह्येते. हा समीचीनमस्ति. पुष्पा भगिनी अग्रे. वन्दते वन्द् धातुः वन्द् योगः या योगः ते वन्द्यते. वन्द्यते. अत्र पश्यन्तु तत्र घ्रापर्यन्तं परस्मैपदि धातुः धातवः आसन् परस्मैपदि धातवः आसन् तत्र घ्राधातुपर्यन्तं घ्रायते. इदानीं सः तत्र सहते इति आत्मनिपदि धातुः अस्ति. सहते यत्र आत्मनिपदि धातुः अस्ति तत्र किं परिवर्तनं? केवलं यकारः मध्ये आगच्छति तावदेव. सहते सह्यते वन्दते वन्द्यते स्वपमेव परिवर्तनमस्ति. अस्तु अग्रे अखिला भगिनी अग्रे कृपया. सेवते सेव् इति धातुः सेव् योगः य योगः ते सेव्यते. अस्तु समीचीनमस्ति. सुब्रह्मण्य महोदय अग्रे. वीक्षते धातुः वि योगः एक्ष् अत्र वि उपसर्गः अस्ति. वीक्ष् योगः य योगः ते वीक्ष्यते. हा इति अस्ति. वीक्ष्यते समीचीनमस्ति. अग्रे मीना भगिनी अग्रे. लभते धातुः लब् लब् योगः य योगः ते लभ्यते. अस्तु बहु समीचीनमस्ति. अग्रे लक्ष्मी भगिनी अग्रे पृच्छतु. अधस्तनकर्तरी प्रयोगवाक्यानि कर्मणि तत्र वा महोदय? अधस्तनकर्तरी प्रयोगवाक्यानि कर्मणि प्रयोगवाक्यत्वेन परिवर्त्य लिखत. कर्तरिप्रयोगः कर्मणि प्रयोगः. उदाहरणार्थम् अर्जुनः प्रश्नं पृच्छति. अर्जुनेन प्रश्नः पृच्छ्यते. वैश्वानरः अन्नं पचति. वैश्वानरेण अन्नः पच्यते. अत्र एकम् एकमेव काठिन्यं तु न वदामि, किन्तु यत्र कर्मप्रयोगः अस्ति तत्र कर्मपदस्य लिङ्गं किम् इति अस्माभिः अवश्यं ज्ञातव्यमस्ति. अत्र अन्नशब्दः अस्ति. अन्नम् एव महोदय, अन्नं नपुंसकलिङ्गमेव. हा एतत् केवलं तावत् ज्ञातव्यमस्ति कर्मपदस्य लिङ्गं किं, तत्रैव दोषः भवितुमर्हति. अत्र एतावता पश्यन्तु अपि यत् अस्मिन् भागे अस्मिन् पाठे सर्वे धातवः सकर्मकाः सन्ति. अकर्मकधातुः न लभ्यते अत्र, यतोहि अकर्मकधातूनां कर्मणि प्रयोगः न भवति. भवति किन्तु तस्य नामकरणं भिन्नम् अस्ति. भाविप्रयोगः अग्रिमपाठे भवति. अस्तु अग्रे तर्हि न शुभभगिनी अग्रे. सः राज्यं न इच्छति. राज्यं नपुंसकलिङ्ग नपुंसकलिङ्ग शब्दः. अस्तु ते इष् धातुः तर्हि कर्मणि प्रयोगे तेन राज्यं न इष्यते. नयिष्यते. अस्तु अग्रे तर्हि रविमहोदय अग्रे. महोदय प्रश्नः अस्ति. तत्र द्विकर्मकधातु भवति चेत् किं भवति महोदय? तत्र यत् प्रथमको कर्मपदमस्ति तत् प्रथमविभक्तिः. प्रश्नः समीचीनः अस्ति भगिनि. अस्य पाठस्य अन्ते वदामि, यतोहि इदानीं सामान्यधातूनाम् अभ्यासः भवतु, अनन्तरम् अवश्यं नाम किञ्चित् भ्रमात्मकविषयः इदानीं स्यात् इति कृत्वा अनन्तरम् अवश्यं वदामि. प्रश्नः समीचीनः अस्ति. अग्रे. एषः विषयं जानाति. एतेन विषयं ज्ञायते. किन्तु विषयः ज्ञायते, पुल्लिङ्गः अस्ति. हा हा हा, समीचीनमस्ति. पद्माभगिनी अग्रे. हा महोदय. अभिमन्युः सन्देशं प्रेषयति. अभिमन्येन भगिनी, मया सर्वदा उच्यते यत् भवती किञ्चित् पदानाम् अभ्यासं करोतु. अभिमन्येन कथं वा स्यात्? अत्र वयम् एतत् सर्वं नाम अकारान्तानाम्, इकारान्तानाम्, उकारान्तानां, हलन्तानाम् एतत् सर्वं वयम् अधीतवन्तः. अत्र उकारान्तशब्दः अस्ति, तत्र उकान्त तत्र शिशुः, शिशुशब्दस्य तृतीयविभक्त्यन्तं पदं रूपं किं? शिशु शिशु शिशेन शिल्प भगिनि वदतु. शिशुना. हा शिशुना, अस्तु वदतु तर्हि. पद्मा भगिनी अभिमन्युना सन्देशः प्रेष्यते. किं भवति? अत्र भवत्याः भ्रमः अवगतः. अत्र प्रेषयति इति किञ्चित् विशिष्टपदमस्ति. अग्रे अपि सूचना दीयते. यत्र प्रेषयति, चोरयति, क्षालयति एतादृशानि रूपाणि यत्र प्रेक्षते. न ककारः न भवति, केवलम् एकं क्रियते. अत्र षकारोत्तर अकारस्य लोपः भवति. षकारस्य अनन्तरं यः अकारः तस्य लोपः भवति. हा पुष्पभगिनी वदतु. प्रेष्यते, प्रेष्यते. अभिमन्युना सन्देशः प्रेष्यते. आं महोदय, प्रेष्यते. हा अग्रे अग्रे अग्रे उच्यते. अग्रे अग्रे उच्यते. अग्रे पश्येम तर्हि. श्रीनिवासमहोदय अग्रे. यज्ञः पापं क्षालयति. यज्ञेन पापः क्षाल्यते. पापशब्दस्य लिङ्गं किम्? नपुंसकलिङ्गशब्दः. न किमस्ति क्षालयति इत्यस्य? यथा प्रेषयति आसीत्, प्रेषयति इत्यस्य किम् आसीत्? प्रेषयति इत्यस्य किम् आसीत्? प्रेषयति प्रेषयति इत्यस्य, प्रेषयति इत्यस्य प्रेष्यते, प्रेष्यति. क्षालयति इत्यस्य? क्षाल्यते, क्षाल्यते. हा तर्हि यज्ञेन पापं क्षाल्यते. हा समीचीनमस्ति. अग्रे अखिला भगिनी अग्रे. अहं कथां शृणोमि, मया कथा श्रूयते. हा अत्र श्रूयते इति कीदृश उकारः? किं महोदय प्रश्नः पुनः पृच्छतु. कीदृश उकारः अस्ति? श्रूयते इति लघु उकारः एव खलु महोदय, श्रू इति दातु, श्रूयोगः य योगः ते श्रूयते. अत्र दीर्घकारः भवति, श्रूयते श्रूयते. अहं कथां शृणोमि, मया कथा श्रूयते. अग्रे नियमः उच्यते, श्रूयते इति अस्ति. अग्रे सुब्रह्मण्यं महोदय, अग्रे. सः हतं मन्यते, तेन हतः मन्यते. अत्र मन् धातुः सकर्मकः, एकवारं मया उक्तं कर्मकः, किन्तु सकर्मकधातुः अस्ति इति वक्तव्यमासीत् तस्मिन् दिने मया दृष्टम्. अस्तु अग्रे पुष्पभगिनी, अग्रे. क्षत्रियः युद्धं लभते, क्षत्रिये क्षत्रियेण युद्धं नपुंसकलिङ्ग अस्ति महोदय, नपुंसकलिङ्गशब्दः अस्ति एव. क्षत्रियेण युद्धं लभ्यते, समीचीनमस्ति. युद्धमिति नपुंसकलिङ्गशब्दः, अपि च तत्र नत्वम् अस्ति न वा? तत् क्षत्रियशब्दस्य तृतीयविभक्त्यन्तं पदं वदतु कृपया. क्षत्रियेण किमर्थं रकारः अस्ति, ऋकारः अस्ति, रेफः अस्ति. क्षत्रियेण अत्र अत्र अवसरः अस्ति. उपरि वैश्वानरः इति शब्दः आसीत्, तत्र वैश्वानरेण इति रूपमासीत्, अत्रापि तथा अस्ति. अत्र रेफस्य सर्वे प्रायः जानीयुः. रेफस्य अनन्तरं कस्यचित् स्पीकर् फ़ोन् अस्ति वा? प्रतिध्वनिः किमर्थमस्ति इदानीं? हरि ओम्. अस्तु न कस्यचित् पूष्वा भगिनी, भवत्याः दूरवाणी इति समस्या वा? स्टार् सिक्स् न दीयते कृपया. म्यूट् अस्मि, म्यूट् अस्मि. हा अस्तु तर्हि एकनिमेषः, हा वदनार्थम्. अस्तु शीघ्रमेव वदामि अत्र यत् णत्वं कुत्र कुत्र भवति. यत्र रेफः पूर्वमस्ति अथवा मूर्धन्यषकारः पूर्वमस्ति, तदनन्तरं दन्त्यनकारः अग्रे अस्ति चेत् दन्त्यनकारस्य स्थाने मूर्धन्य णकारादेशः भवति इति. यथा वैश्वानरः, वैश्वानरशब्दः अस्ति, तत्र रेफः अस्ति रः, वैश्वानरः रः, तृतीयविभक्त्यन्तं रूपं वैश्वानरेण अण इति अस्ति खलु. इदानीं रेफस्य अनन्तरम् एकारः अस्ति, यः कोऽपि स्वरः भवतु मध्ये द्वयोः वर्णयोः, तत्र मध्ये अच्वर्णः अस्ति चेदपि नकारस्य णत्वं भवति. अपि च व्यञ्जन वर्गीयव्यञ्जनानि सन्ति खलु, तत्र कवर्गः अपि च पवर्गः, कवर्गस्य पवर्गस्य च कश्चन वर्णः मध्ये अस्ति चेदपि णत्वं भवति. तत्र सूत्रमस्ति अट्कुप् वाङ् नुं व्यवायेपि, अट्कुप् वाङ् नुं व्यवायेपि इत्यनेन तत्र अट् प्रत्याहारः अस्ति. अट् इति अ इ उ ऋ ए ओ ऐ औ हयर हयवर इति अट्, एते वर्णाः नाम अच् वर्णः अथवा हयवर, एते वर्णाः मध्ये रेफ षकार रेफषकारौ इति प्राक् इति पूर्वम्, अनन्तरं नकारः इति अनन्तरं, रेफनकारयोः मध्ये अथवा षकारनकारयोः मध्ये एते वर्णाः अन्तर् भवन्ति चेदपि णत्वं भवति. किन्तु तत्र चकारस्य चवर्गीयस्य तवर्गीय तवर्गीयस्य च च च य ठण न इति एषां त्रयाणां वर्गाणां कश्चन वर्णः भवति मध्ये णत्वं न भवति इति अवश्यम् अवगन्तव्यमस्ति. अत्र क्षत्रिय तत्र क्षत्रिय तत्र पश्यन्तु तत्र रेफस्य रेफस्य अनन्तरम् अकारः अस्ति अनन्तरं यकारः अस्ति यकारः अस्ति अट् अट् कुप्वाङ् नुम् विवापि अट् अस्ति अट् प्रत्याहारः अस्ति अ इ उ ऋ ए ओ ऐ औ हयवर य य अस्ति हयवर तत्र यकारः अस्ति अतः यकारः अस्ति मध्ये तथापि णत्वं भवति. किन्तु च वर्गीयः टवर्गीयः तवर्गीयः मध्यमत्रयः वर्गाः सन्ति. प्रथमवर्गः ककारः कवर्गीयः अन्तिमः अस्ति पवर्गीयः कवर्गीयः पवर्गीयः कश्चन वर्णः मध्ये चेदपि णत्वं भवति. किन्तु च वर्गीयः टवर्गीयः तवर्गीयः मध्ये भवति चेत् णत्वं न भवति. तत्र विवधानमस्ति इति बुद्धं बोध्यम् अस्तु. अस्तु समीचीनमस्ति. कोऽपि प्रश्नः वा? अग्रे सरेम तर्हि दशमं वाक्यमस्ति. मीना भगिनी अग्रे. कृष्णः मार्गं सूचयति. कृष्णेन मार्गः सूच्यते. कृष्णेन मूर्धन्यनकारः. अत्र एकं सहदेव महोदय कृपया म्यूट् करोतु, पश्येम तत्र समस्या अस्ति वा भवतः. हा महोदय, आम् म्यूट् अस्ति. म्यूट् नास्ति, एकवारं म्यूट् करोतु कृपया. आम् अस्तु. प्रश्नः सः समस्या आसीत् वा? अस्तु पश्येम. हा इति अस्ति इति अहं मन्ये. हा स एव यत् इण्टर्नेट् कदाचित् समस्या इति समस्या भवति. कृष्णः मार्गं सूचयति, कृष्णेन मार्गः सूच्यते इति अस्ति. शुभभगिनी अग्रे. शिष्यः गुरुं सेवते. शिष्येन गुरुः सेव्यते. तत्र शिष्यशब्दस्य तृतीयविभक्त्यन्तपदे णत्वं भवति न वा? न, नास्ति. न अस्ति. कीदृशः नाम मूर्धन्य अणकारादेशः भवति न वा? णत्वं भवति न वा? ओ मूर्धन्य न अस्ति, यतः श अस्ति तत्र. तर्हि शिष्येन गुरुः सेव्यते. हा समीचीनमस्ति. अग्रे रवि महोदय अग्रे. सैनिकः शत्रुं ताड्यति. सैनिकेन ताडयति. सैनिकः शत्रुं ताड्यति. सैनिकेन शत्रुः ताड्यते. हा अत्र लिखितमस्ति ताड् धातुः लिखितमस्ति, तत्तु दोषाय अस्ति. हा अस्माकं समाधानं न प्राप्तमस्ति. अस्तु तर्हि टड् वस्तुतः चुरादिगणीय टड् धातुः अस्ति. पागल हजाङ्गे टड् वस्तुतः टड् धातुः अस्ति, न तु टाड्. चुरादिगणीय टड् धातुः अस्ति. यथा चोरयति अस्य धातुः चूर्, अनन्तरं चुरादिगणे तत्र इकारः तत्र णिच् स्वार्थे णिच् भवति इति कृत्वा चोरि इति नूतनधातुः अस्ति. मूलधातुः अस्ति चूर्. णिच् प्रत्यये परे तत्र चोरि इति नूतनधातुः अस्ति, चोरयति. अत्र टड् इति धातुः अस्ति. ताडयति भवति णिचि परे ताडि ताडयति अस्तु अग्रे तर्हि अखिला भगिनी अग्रे महोदय अत्र तड्यते ताड्यते ताड्यते ताड्यते केशवः विभूतियोगं कथयति केशवेन विभूतियोगः कथ्यते कोऽपि स्पीकर्फोन् मध्ये अस्ति वा इस् एनीबडी आन् स्पीकर्फोन् स्पीकर्फोन् मास्तु अपि च ब्लूटूत् मास्तु किमर्थं समस्या अस्ति इदानीं पुष्पा भगिनी कृपया करोतु म्यूट् स्टार् सिक्स् अग्रे गच्छेम तर्हि श्रीनिवासमहोदय अग्रे रथी सैन्यम् आलोकते प्रातिपदिकं किं मूलशब्दः कः प्रातिपदिकं किं न जानामि महोदय यस्य रथमस्ति सः इति अर्थः अस्ति सुब्रह्मण्यं महोदय तत्र कीदृशपदमस्ति अत्र रथिन् अस्ति महोदय प्रातिपदिकं यस्य सः इति अर्थः यस्य गुणः अस्ति सः गुणी इति तादृशमस्ति अस्तु श्रीनिवासमहोदय तर्हि रथिन् अस्ति तृतीयविभक्ति अन्तर्मुखं किं रथिना रथिना सैन्यम् आलोक्यते हा अस्तु बहु समीचीनमस्ति अग्रे लक्ष्मीभगिनी अग्रे जनाः इन्द्रजालं वीक्ष्यन्ते जनैः इन्द्रजालं वीक्ष्यते हा बहु सम्यक् अस्ति अग्रे अस्तु सुब्रह्मण्यमहोदय अग्रे कृष्णः भक्तान् इच्छति कृष्णेन भक्ताः इष्यन्ते अत्र कृष्णेन इत्यस्मिन् णत्वं भवति न वा अत्र अन्तिम नकारः दन्त्यनकारः एव महोदय अत्र किमर्थम् अत्र षकारोत्तर णकारः तस्य बाधां करोति महोदय किमर्थम् अत्र तत्तु टवर्गीयवर्णः खलु णकारः तत्कारणात् टवर्गः तवर्गः चवर्गः चवर्गः इति एषु कश्चन अस्ति चेत् बाधा बहु समीचीनमस्ति अस्तु अग्रे सहदेव महोदय अग्रे अस्तु महोदय अन्म्यूट् करोतु अग्रे आगच्छतु तामसगुणयुक्तः अकार्यं करोति कर्मणि प्रयोगः कर्तृपदं तृतीयविभक्ति कर्तृपदं तामसगुणयुक्तेन कर्मपदं प्रथमविभक्ति तामसगुणयुक्तेन अकार्यं करोति क्रियते क्रियते बहु समीचीनमस्ति महोदय नैपुण्यं जातमस्ति भवतः बहु समीचीनमस्ति अभिनन्दनानि अस्तु अग्रे गच्छेम तर्हि इदानीं रवि महोदय कृपया धूमः वह्निम् आवृणोति धूमेन वहनिः आवृणयते यथा क्रीडातुः क्रीडातु करोति क्रीडातु किं भवति क्रियते व्रियते आव्रियते इति अस्ति तत्र मध्ये यः नकारः अस्ति स विकरणप्रत्ययस्य भागः इति सः नास्ति अत्र आवृणोति आव्रियते आव्रियते अस्तु अग्रे तर्हि अखिला भगिनी अग्रे भगिनी अस्ति अखिला भगिनी अस्तु तर्हि अग्रे कस्य भीष्मः शङ्कं धमति भीष्मेन शङ्कः ध्मायते बहु समीचीनमस्ति ध्मायते यथावत् तिष्ठति ध्मायते अस्तु अग्रे तर्हि श्रीनिवासमहोदय अग्रे सर्वः कार्यफलम् अनुभवति सर्वेण कर्मफलम् अनुभूयते अत्र सर्वे अत्र सर्वशब्दस्य तृतीयविभक्त्यन्तपदे तत्र णत्वं भवति न वा भवति महोदय सर्वेण सर्वेण अत्र वकारः बाधः नास्ति बाधा नास्ति वकारः मध्ये अस्ति रेफस्य अनन्तरं वकारः अस्ति अत्र अट् खुप्वाङ् नुं व्यवायपि इति सूत्रे अट् अस्ति अट् अट् इति प्रत्याहारः अस्ति अट् अ इ उ ऋ ए ओ ऐ औ हयवर व व व अस्ति मध्ये चेदपि णत्वं भवति इति अस्ति अस्तु अग्रे अग्रे गच्छेम भवान् एव पठतु कृपया अग्रे अवधेयम् अवधेयं धातुः व्यञ्ज धातुः व्यञ्जनान्तः चेत् यकारयोजनेन कर्मनिरूपं सिद्ध्यति यथा रक्षति रक्ष्यते रक्ष योगः या योगः ते खादति खाद्यते खाद् योगः या योगः ते येषां धातूनां कर्तृप्रयोगे य दृश्यते येषां धातूनां कर्मणि प्रयोगे एकः एव य कारः दृश्यते यथा क्षालयति क्षाल्यते सूचयति सूच्यते इति अस्माभिः चर्चितम् आसीत् पूर्वं यतोहि तत्र क्षालयति सामान्यतया खादति खाद्यते तत्र यकारः योजनीयः अस्ति अत्र नूतनयकारः न योजनीयः यतोहि एकः अस्ति एव पूर्वं क्षालयति क्षाल्यते तत्र नूतनयकारः न आयाति अत्र अस्तु समीचीनमस्ति अग्रे अस्तु पुष्पभगिनी अग्रे पठतु कृपया सः अधस्तनवाक्यानि सावधानतया पठत कर्तृप्रयोगः सः दुर्गुणं त्यजति त्यज् धातुः कर्मणि प्रयोगः तेन दुर्गुणः त्यज्यते कार्यकर्ता गीतं गायति गा धातुः कार्यकर्ता गीतं गीयते कर्त्रा गीतं गीयते अहम् आम्ररसं पिबामि पा धातुः मया आम्ररसः पीयते सौचिकः वस्त्रं माति मा धातुः सौचिकेन वस्त्रं मीयते इति अत्र गा पा मा इत्येषाम् आकारान्तानां धातूनाम् आकारस्य स्थाने ईकारः ईत्वं भवति इति सूचनार्थम् अत्र इदं लिखितमस्ति गायते गीयते पिबामि पीयते माति मीयते इति एतेषाम् आकारान्तानाम् आकारस्य स्थाने ईकारः माति माति महोदय मेजर् आर् कौण्ट् अत्र मापनमिति गणनमिति नास्ति मापनमस्ति मेजर् मेजर् मापनमस्ति हा हा तथा अस्तु अग्रे तर्हि अत्र आकारान्तनाम् एकः प्रश्नः धातुः गा अस्ति अथवा गै अस्ति महोदय वस्तुतः प्रश्नः समीचीनः अस्ति अत्र गै इति धातुः अस्ति गै तत्र एकं सूत्रमस्ति आदेच उपदेशेशिति आदेच उपदेशेशिति इति सूत्रेण एजन्तानां धातूनाम् आत्वं भवति अशिति एजन्तानां धातूनाम् एजन्त एजन्त् एच् नाम ए ओ ऐ औ येषां धातूनाम् अन्ते ए ओ ऐ औ इति चत्वारः वर्णाः तेषु अन्यतमः अस्ति चेत् अग्रे यः कोऽपि प्रत्ययः षिद् विहाय नाम षिद् नास्ति चेत् षिद् विहाय यः कोऽपि प्रत्ययः अग्रे भवति एजन्तानां धातूनाम् आत्वं भवति आकारादेशः भवति इति कृत्वा गै इत्यस्य स्थाने गा इति भवति गा इति षिद् नास्ति चेत् सर्वत्र भवति इति अस्ति इति नियमः अस्ति अस्तु तर्हि अग्रे अग्रे अखिल भगिनी कृपया अभ्यासः आकारान्तानां धातूनां कर्मणि प्रयोगे ई इति भवति यथा दा भवति दि पा भवति ति यतोदाहरणं यतोचितधातुरूपेण रिक्तस्थानानि पूरयत उदाहरणं सर्वे उपहारान् ददाति सर्वैः उपहाराः दीयन्ते नायकः नेतृत्वं विदधाति धातु अस्ति वि उपसर्गपूर्वकधातुः नायकेन नेतृत्वं विधीयते गायकेन गीतं गीयते गायकेन गीते गीयेते गायकेन गीतानि गीयन्ते हा अस्तु बहु समीचीनमस्ति अग्रे लक्ष्मी भगिनी अग्रे कुम्भकारेण घटः निरयोगः मा निर्मीते निर्मीयते निर्मीयते कुम्भकारेण घटः निर्मीयते कुम्भकारेण घटौ निर्मीयेते कुम्भकारेण घटाः निर्मीयन्ते समीचीनमस्ति अग्रे सुब्रह्मण्यमहोदय अग्रे सम्पादकेन पत्रिका धातुः अस्ति दा सम्पादकेन पत्रिका दीयते सम्पादकेन पत्रिके दीयेते सम्पादकेन पत्रिकाः दीयन्ते बहु समीचीनमस्ति अग्रे पद्माभगिनी अग्रे श्रूयते महोदय तेन कार्यं योगः दातु तेन कार्यं विधीयते तेन कार्ये विधीयते तेन कार्याणि विधीयन्ते हा बहु समीचीनमस्ति. अग्रे शिल्पभगिनी अग्रे. संन्यासिना वस्तु जहाति खादतुः. संन्यासिना वस्तु हियते. अर्थः अस्ति त्यजति. त्यजति इति अर्थः. संन्यासिना वस्तूनि हियते. संन्यासिना संन्यासिना वस्तूनि हियते. संन्यासिना वस्तूनि हियन्ते. हा बहु समीचीनमस्ति. इदानीं अत्र वदामि, वस्तुतः अत्र लिखितमस्ति यत् आकारान्तानाम् ईत्वं भवति. आकारान्तानां धातूनां कर्मप्रयोगे ई इति भवति. तत्तु सत्यं नास्ति. इदानीं सत्यं वदामि. सत्यमिदमस्ति यत् परिगणितानां धातूनाम् आकारान्तानाम् ईत्वं भवति. तत्र एकं सूत्रमस्ति, सर्वे लिखन्तु, अनन्तरं वदिष्यामः मिलित्वा. इदम् अस्माकम् अन्तिमं कार्यम् अद्यतन. अत्र सूत्रमस्ति घू मा स्था गा पा जहाति साम हलि इति सूत्रं. सर्वे लिखन्तु, इदानीमेव लिखन्तु. घू मा स्था गा पा जहाति साम हलि. पुनः वदामि, घू घू मा स्था गा पा जहाति साम हलि इति सूत्रेण घू इति प्रथमतया घू इति संज्ञा अस्ति दा धा द्वयोः धात्वोः. दा धा इत्यनयोः घू संज्ञा भवति घू व्याकरणे. तर्हि दा द दा अपि च धा आहत्य घू मा स्था गा पा जहाति साम. जहाति इत्युक्ते हा धातुः. घू म अपि च अनेन क्रमेण दत्तमस्ति खलु, अत्र सूत्राधारितं शिक्षणमस्ति, किन्तु तत्तु वक्तव्यमासीत्. सर्वेषाम् आकारान्तां नास्ति. अत्र अस्य पृष्ठस्य अधोभागे लिखितमस्ति एते विशेषधातवः सन्ति. एते विशेषधातूनां मध्ये तत्र अधोभागे तत्र घ्राधातुः अस्ति घ्रायते, धमाधातुः अस्ति धमायते. वस्तुतः अत्र अपवादः नास्ति. अपवादः अस्ति एतेषां. केषां? घूमास्ता गापा जहातीसाम्. एषाम् अपवादभूतत्वम् अस्ति यत् आकारस्थ आकारस्य स्थाने ईत्वं भवति. सर्वेषाम् आकारान्तानां न भवति. अत्र घ्रा अति सामान्यधातुः अस्ति, धुमा अति सामान्यधातुः अस्ति, सामान्यधातुः अस्ति, अतः आकारस्य ईकारः न भवति इति सामान्यनियमः. सामान्यनियमः अस्ति. विशेषनियमः अस्ति यत् एषां घू मा स्था गा पा जहाति साम् एतेषाम् आकारान्तधातूनाम् ईत्वं भवति. हलि नाम हलादिप्रत्यये परे तत्र कर्मप्रयोगे यक् इति प्रत्ययः अस्ति. यक् यक् इति यकारादिः अस्ति इति कृत्वा हलादिः अस्ति. अपि च वस्तुतः हलि ये अस्माकं बुधवासस्य वर्गे अस्ति. सूत्रमस्ति हलि किति ङिति, यक् इति कित् अस्ति, हलादिः अस्ति. अतः एतेषां धातूनाम् अस्यां दशायाम् आकारस्य स्थाने ईकारः भवति. अस्तु अस्तु मिलित्वा वदामः. सूत्रं सर्वे लिखितवन्तः. एकवारं पुनः पूर्णतया वदतु महोदय. हा घू मा स्था गा पा जहाति साम हलि. घू मा स्था गा पा जहाति साम हलि. अस्तु इदानीं श्रीनिवासमहोदय एकवारं वदतु. घू मा स्था गा पा जहाति साम हलि. हा मीना भगिनी वदतु घु मा स्था गा पा जहाति साम हलि अस्तु सर्वे सर्वे मिलित्वा वदामः घु मा था अहं वदामि अनन्तरम् अनन्तरं वदन्तु अहं घु घु घु घु मा स्था गा गा पा जहाति साम समीचीनमस्ति अत्र वस्तु जहाति अनन्तरं सामिति इति सो धातुः कश्चन धातुः अस्ति सो घुवति दाधा मा स्था स्था नाम तिष्ठति तिष्ठति इति धातुः स्था अतः स्थीयते इति भवति गा धातुः गै इति गीयते पा पिबतु पिबति इति पीयते तर्हि दीयते धीयते मीयते स्थीयते गीयते पीयते हीयते सो धातोः सीयते इति येषाम् आकारान्तानाम् एव ईत्वं भवति इति शिक्षणमस्ति स्पष्टं वा कोऽपि प्रश्नः हा अस्तु सूत्रं सूत्रमेकवारं तत्र पुष्पभगिनी वदतु सूत्रं घु मा स्ता गा पा जहाति साम हलि हा इति द्वन्द्वसमासः अस्ति समीचीनमस्ति इदानीं अखिला भगिनी वदतु घु मा स्था घा पा जहादि साम हलि हा समीचीनमस्ति शुभा भगिनी घु मा का गा पा जहाति साम हलि हा घु मा स्था स्था तृतीयमस्ति स्था खलु स्था हा अस्तु लक्ष्मी भगिनी घु मा स्था गा पा जहाति साम हलि अस्तु रविमहोदय मा स्था गा पा जहाति साम हलि सुन्दरमस्ति सहदेव महोदय वदतु हा आम् गु मा स्ता गा पा जहाति साम हलि हा बहु समीचीनमस्ति अन्य कोऽपि अस्ति सर्वे उक्तवन्तः वा सुब्रह्मण्य वदामि महोदय घु मा स्था गा पा जहाति साम हलि हा इति एतेषां धातूनाम् ईत्वं भवति हलि कितिङ् इति अन्य कोऽपि अस्ति अस्तु बहु समीचीनमस्ति एतत् सूत्रं मनसि भवति चेत् न कोऽपि दोषः भवति केषाम् आकारान्तानां धातूनां कर्मणि प्रयोगे ईत्वं भवति येषामेव अन्यत् महोदय अत्र घु इत्युक्ते दाधा धातु दाधा अस्तु महोदय दाधा इति द्वयोः वस्तुतः दकारादिः आकारान्तदातवः षट् सन्ति षट् किन्तु तेषां रूपं सर्वेषां दा अथवा धा वस्तुतः षट् एतादृशाः दातवः सन्ति षट् किन्तु प्रसिद्धधातुद्वयमेव अस्ति दाधा अवगतम् अस्तु महोदय तेषां कृते संज्ञा अस्ति घु हा तदर्थं सूत्रमस्ति अष्टाध्याय्यां घुसंज्ञा इति तत्र षट् षण्णां धातूनां घुसंज्ञा भवति किन्तु प्रसिद्धधातुद्वयम् एषु षट्सु दाधा इति प्रसिद्ध धातुद्वयमस्ति तत् सूत्रं दाधा अस्ति वा किं घुसंज्ञाविधायकसूत्रमिति वा हा हा तादृशं किमपि नास्ति किमपि अस्ति इदानीं मम पुरतः नास्ति किन्तु तादृशम् अस्ति अस्तु तर्हि विरमाम बहु समीचीनमस्ति अग्रे अग्रिमे सप्ताहे यतः अग्रे धन्यवादः सर्वेषां नमस्कारः धन्यवादः नमस्कारः धन्यवादः